पद्मपुराणं खण्डं 6 उत्तरखण्डम् अध्यायं 93 नारद उवाच नाडीद्वयावशिष्टायां रात्रौ गच्छेज्जलाशयं तिलगन्धाक्षदैः पुष्पैर्दीपाद्यैः सहितशुचिः मानुषे देवकादे च नद्यां नद्योश्च सङ्गमे क्रमात् दशगुणं स्नानं तीर्थे नन्दफलं स्मृतं विष्णुं स्मृत्वा तद कुर्यात् सङ्कल्पं सवनस्यदु तीर्थादिदेवतादिभ्यः क्रमादर्घादिदापयेद् ॐ नमः कमलनाभाय नमस्ते जलशायिने नमस्तेस्तु हृषीकेश गृहाणार्कं नमोऽस्तु ते वैकुण्ठे च प्रयागे च तथा बदरिकाश्रमे यदो विष्णुर्विचक्रमे त्रेदासनिदधे पदम् अदो देवा मामवन्तु यदो विष्णुर्विचक्रमे तैरेव सहृदैः सर्वैर्मुनिदेवसमन्वितैः कार्तिकेऽहं करिष्यामि प्रातस्नानं सुरोत्तमा प्रीत्यर्थं देवदेवेश दामोदर मया सह ध्यात्वाहं त्वां च देवेश जलेऽस्मिन् स्नातुमुद्यतः तव प्रसादात् पापं मे दामोदर विनश्यतु नित्यनैमित्तिके कृष्णे कार्तिके पापनाशने गृहाणार्ख्यं मया दत्तं राधया सहितो हरे व्रतिना कार्तिके मासि स्नातस्य विधिवन्मम गृहाणार्ख्यं मया दत्तं राधया सहितो हरे स्मृत्वा भागीरथीं विष्णुं शिवं सूर्यं जले विशेद नाभिमात्रे जले तिष्ठन् व्रति स्नायाद्यद्धा विधि तिलामलकचूर्णेन गृहीस्नानं समाचरेद वनस्थानां यदीनां च तुलसीमूलमृत्तिका सप्तमी दर्श नवमी द्वितीया दशमीषु च त्रयोदश्यां शनस्नाया धात्रीफलतिलैः सह आदौ कुर्यान्मलस्नानं मन्द्रस्नानं ततः परं स्त्रीशूद्राणां न वेदोक्तैर्मन्त्रैस्तेषां पुराणजैः स्नानमन्त्राः त्रिधा भूदेवकार्याय ह्यः पुरा भक्तिभावदः स विष्णुः सर्वपापघ्नः पुनादु कृपयात्र माम् विष्णोरज्ञामनुप्राप्य कार्तिकव्रतकारणाद् रक्षन्तु देवास्ते सर्वे मां पुनन्तु सदैव ते वेदमन्त्राः सबीजास्तु सरहस्याः सवीर्यकाः कश्यपाद्याश्च मुनयो मां पुनन्तु सदैव ते गङ्गाद्याः सरिदः सर्वास्तीर्थानि जलदानदाः स सप्तसागराः सर्वे मां पुनन्तु जलाशयाः पतिव्रतास्त्वदित्याद्या यक्षाः सिद्धाः सपन्नगाः ओषध्यपर्वताश्चाशु मां पुनन्दु त्रिलोकजाः येभिः स्नात्वा व्रतिमन्त्रैर्हस्तन्यस्तपवित्रकः देवर्षीन् मानव पितृंस्तर्पयेच्च यथाविधि यावन्धकार्तिके मासि वर्तन्ते पितृतर्पणे तिलास्तत्सङ्ख्यकाब्दानि पितरस्वर्गवासिनः ततो जलाद्विनिष्क्रम्य शुचिवस्त्रावृतो व्रती प्रातःकालोदितं कर्म समाप्यार्चेद्धरिं पुनः तीर्थादिदेवान् संस्मृत्य पुनरार्चां प्रदापयेद् गन्धपुष्पफलैर्युक्तो भक्तितत्परमानसः अर्कमन्त्रः व्रधिनकार्तिके मासि स्नातस्य विधिवन्मम गृहाणार्ख्यं मया दत्तं धनुजेन्द्रनिषूदन ततश्च ब्राह्मणान् भक्त्या भोजयेद्वेदपारगान् गन्धपुष्पैः सदाम्बूलैः प्रणमेच्च पुनः पुनः तीर्थानि दक्षिणे पादे वेदाश्च मुखमाश्रिताः सर्वाङ्गे संस्थिता देवाः पूजिता स्युर्द्विजार्चनाद अव्यक्तरूपिणो विष्णोः स्वरूपं ब्राह्मणा भुवि नवमान्यानो विरोध्याः कदाचिच्छुभमिच्छता तां वै हरिप्रियां देवि तुलसीमर्चयेद्व्रती प्रदक्षिणनमस्कारान् कुर्यादेकाग्रमानसः देवैस्त्वं निर्मिता पूर्वमर्चितासि मुनीश्वरैः नमो नमस्ते तुलसि पापं हरहरिप्रिये ततो विष्णुकथां श्रुत्वा पौराणीं स्निग्धमानसः तं ब्राह्मणं मुनिं विप्रं पूजयेत् भक्तिमान् व्रती एवं पूर्णविधिं सम्यक् पूर्वोक्तं भक्तिमान् नरः करोति यः स लभते नारायणसलोकताम् रोगापहं पापविनाशकृत्परं सद्बुद्धिदं पुत्रधनादिसाधनं मुक्तेर्निदानं न हि कार्तिकव्रताद्विष्णुप्रियाधन्यतमं हि भूतले इति श्रीपाद्मे महापुराणे उत्तरखण्डे कार्तिकमाहात्म्ये श्रीकृष्णसत्यभामसंवादे स्नानविधि वर्णनो नाम 93 तमोऽध्यायः ॐ